नमस्कारः। नमस्ते भगिनि, लक्ष्मी। नमस्कारः भगिनि। नमस्ते भगिनि, अम्बेन अस्मि। नमस्कारः भगिनि। नमस्ते भगिनि। नमस्कारः भगिनि। नमस्कारः भगिनि। नमस्ते भगिनि। नमस्कारः भगिनि। नमस्कारः भगिनि। नमस्कारः भगिनि। आरब्धुं शक्नुमः खलु? क्षम्यतां, गतवर्गे न जाने किं जातं, तत्र रेकार्डिङ्ग् न लभ्यते, अतः किञ्चित् पुनस्मरणम् अत्र कृत्वा अग्रे गच्छामः। यतोहि अत्र द्वित्वस्य विषये पुनस्मरणं सम्यक् एव भवति, यतोहि पूर्वं गतवर्गे यत् कृतं तत् कदाचित् विस्मरणं स्यात्। तर्हि पुनः एकवारं द्वित्वस्य विषये चिन्तनं कृत्वा अग्रे गच्छामः। अस्तु, तर्हि अत्र अस्माकं विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति विषयः अनुवर्तते। तत्र अस्माभिः अयं पाठः आरब्धः आसीत्, जुहोत्यादिगणे कर्तरि शप् इति सूत्रेण शपः विधानं भवति, तदनन्तरं जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः लोपः, श्लु इति संज्ञया शपः लोपः भवति, श्लु इति संज्ञया शपः लोपः भवति इति कृत्वा तत्र प्रत्ययलोपे प्रत्यलक्षणम् इति सूत्रं बाधितं भवति, न लुमताङ्गस्य इति सूत्रेण। तत्र लु इति शब्देन लोपः जातः इति कृत्वा प्रत्ययलोपे प्रत्यलक्षणं न भवति, अत्र न भवति इति विशेषः अस्ति। तर्हि सपं निमित्तीकृत्य किमपि कार्यं न भवति अस्मिन् गणे, केवलं साक्षात् तिङ्प्रत्ययं निमित्तीकृत्य कार्यं भवति, कार्याणि भवन्ति। अत्र शपं निमित्तीकृत्य यदा शप्रत्ययस्य श्लू भवति, तदानीं शपं निमित्तीकृत्य अथवा श्लू श्लू इति प्रत्ययं निमित्तीकृत्य तत्र द्वित्वमेव भवति। तर्हि अस्मिन् गणे धातोः द्वित्वं भवति श्लौ परे, यद्यपि शप्रत्ययस्य श्लू इति संज्ञया लोपः जातः, तथापि तत्र प्रत्ययः अस्ति इति मत्वा श्लौ परे धातोः द्वित्वं भवति इति अवगन्तव्यम्। तर्हि अत्र द्वित्वं यदा भवति तदानीं सूत्रद्वयं वर्तते, पूर्वोऽभ्यासः, अनन्तरम् उभयभ्यस्तम् इति सूत्रद्वयं। पूर्व यदा द्वित्वं भवति, दा इति धातुः द्वित्वं भवति चेत् दा दा इति अस्ति, तर्हि प्रथम यः भागः दा इति भागः, तस्य अभ्याससंज्ञा भवति पूर्वोऽभ्यासः इति सूत्रेण। तदनन्तरं दा दा अनयोः मिलित्वा अभ्यस्तम् इति संज्ञा अपि भवति। तर्हि द्वित्वस्य कृते कथम् अत्र कार्या तत्र इत्युक्ते तत्र द्वित्वस्य कृते कानि कार्याणि इति चेत्, प्रथमतया द्वित्वम् एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं भवति। यत्र धातौ एकः एव अच्वर्णः अस्ति, तदानीं समग्रधातोः द्वित्वं भवति, अजादिः वा हलादिः वा समग्रधातोः द्वित्वं भवति। यदा धातौ अनेके अच्वर्णाः सन्ति, तदानीं द्वितीय एकाच्भागस्य द्वित्वं भवति इति सामान्यम्। तर्हि एकाच् धातुः वा अनेकाच् धातुः वा, एकाच् धातुः चेत् समग्रधातोः द्वित्वम्, अनेकाच् धातुः चेत् तत्र प्रथम एकाच् भागस्य द्वित्वम् इति इदं सूत्रं वदति। तर्हि इदानीम् अग्रिमसूत्रमस्ति अजादेः द्वितीयस्य इति, यत्र अजादिः धातुः अस्ति तत्र प्रथमस्य न भवति इति अर्थः। अजादिः अस्ति चेत् प्रथमस्य एकाच् भागस्य द्वित्वं न भवति यत्र अनेकाच् धातुः, परन्तु द्वितीय एकाच् भागस्य द्वित्वं भवति इति इदं सूत्रं प्रथमसूत्रस्य बाधकसूत्रमस्ति। तर्हि अस्मिन् सूत्रे प्रथम एकाच् भागस्य द्वित्वं न भवति यथा पूर्वम् उक्तं तथा न भवति, अत्र तु द्वितीयस्य भवति इति अर्थः अस्ति। तर्हि अत्र एकाच् धातुः अस्ति चेत् समग्रधातोः द्वित्वं भवति, यथा जुहोत्यादिगणे मा इति धातुः, तर्हि मा मा इति समग्रधातोः द्वित्वं, हा इति धातुः अस्ति चेत् एकाच् धातुः हा हा इति समग्रधातोः द्वित्वं, धातुः अनेकाच् हलादिः चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथम एकाच् भागस्य द्वित्वं भवति, अपि च धातुः अनेकाच् अजादिः चेत् अजादेर्द्वितीयस्य इत्यनेन द्वितीय एकाच् भागस्य ऋत्वं भवति. एकाच् भागः इत्युक्ते किम्? एकाच् भागः इत्युक्ते प्रथमवर्णात् आरभ्य प्रथम अश्वर्णपर्यन्तं यः अंशः अस्ति सः अंशः एकाच् भागः इति वयं वदामः. तदनन्तरं तस्य प्रथम अश्वर्णस्य अनन्तरं यः वर्णः अस्ति ततः आरभ्य द्वितीय अश्वर्णपर्यन्तं द्वितीयः भागः इति एवं रीत्या गणना अस्माभिः करणीया इति तत् तावत् पर्यन्तं पठितं. तर्हि इदानीं पुनः एकवारं इतः अग्रे गच्छामः पुनस्मरणरूपेण. तर्हि किं सरस्वती भगिनी आरब्धुमिच्छति वा? आं भगिनि. धातुः अनेका चेत् अपि च हलादिः इति चेत् ततः एकनिमिषम् आं भगिनि. धातुः अनेका चेत् अपि च हलादिः इति चेत् यथा भूयोग य यङ्गप्रत्ययः भूय इत्यस्य सनादन्तधातवः इत्यनेन धातुसंज्ञा संयङ्गोः इत्यनेन द्वित्वं भूय इति धातुः अनेकाच् हलादिः च अतः प्रथमस्य एकाच् भागस्य द्वित्वम् ऊकारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः अन्तिमवक्वर्णः टङ्कनदोषः अस्ति किम्? अन्तिमवर्णः भू इति प्रथमभागः तस्य च द्वित्वं भू भू य. तर्हि अनेकाच् अस्ति चेत् अपि च हलादि अस्ति चेत् किं कर्तव्यं तस्य विषये अत्र दत्तमस्ति. तर्हि भूधातु अस्ति, यदा भूयोग यङ् प्रत्ययस्य य आगच्छति तत्र तर्हि भूयोग य अत्र भूय भवति. इदानीं यङ् सनादि प्रत्ययः अस्ति अतः सनाद्यन्तधातवः न श्रूयते किं? मीना भगिनी बहिः गत्वा पुनः आगच्छतु भगिनी, भवत्याः लैन् मध्ये क्लेशः. तर्हि भू इत्यस्य सनाधन्तधातवः इत्यनेन सूत्रेण धातुसंज्ञा प्राप्नोति भूय. इदानीं संयङ्गोः चाट् मध्ये किमपि अस्ति किम्? अस्तु, संयङ्गोः इत्यनेन द्वित्वं भवति अतः भूय इति धातुः अत्र अनेकाच् अस्ति अतः द्वित्वस्य कृते द्वित्वं कथं करणीयं तस्य विषये अत्र चर्चा अस्ति. भूय अनेकाच् अस्ति, हलादिः अस्ति, अतः प्रथमस्य यदा द्वित्वं करणीयमस्ति तदा प्रथमस्य एकाच् भागस्य द्वित्वं करणीयम्. अत्र एकाच् इत्युक्ते प्रथम अच्वर्णः उ अस्ति, द्वितीय अच्वर्ण अ अस्ति. तर्हि प्रथम अच्वर्णपर्यन्तम् इत्युक्ते भकारयोग उ, अतः भू ऊकारस्वरः ऊकारप्रथमस्य भागस्य प्रथमभागस्य अन्तिमवर्ण अस्ति अतः भू भू य एवं भवति तस्य द्वित्वम्. अस्तु भगिनि, अजादि नास्ति अतः एकाचो द्वे प्रथमस्य एकाच नास्ति अनेकाच् अस्ति तर्हि प्रथम परन्तु हलादि अस्ति अतः प्रथम अच् वर्णपर्यन्तं तस्य द्वित्वं करणीयम् अतः भू भू य एवं भवति. अग्रे पठानि किं भगिनि? आमामां पठतु पठतु. किन्तु धातुः अजादि अस्ति चेत् अजादेर्द्वितीयस्य इत्यनेन द्वितीयस्य एकाच भागस्य द्वित्वं भवति यथा अश् योग य यङ् प्रत्ययः एव अश्य इत्यस्य सनादन्तधातवः इत्यनेन धातुसंज्ञा प्राप्नोति संयङ्गो गोः इत्यनेन अजादेः द्वितीयस्य द्वित्वम् अश्य इति धातौ अश्य अत्र इत्यस्य प्रथम अकारस्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्णः श्य इति द्वितीयभागः, तस्य च द्वित्वम् अ श्य श्य। तर्हि पुनः अत्र तुलनारूपेण अजादिधातु अस्ति, अत्र इदानीं धातु अस्ति अश्, पुनः यङ्प्रत्ययः य एव वयं योजयामः, तदा अश् योग य अश्य भवति। इदानीं सनादिन्ता धातवः इत्यनेन धातुसंज्ञा प्राप्नोति। इदानीं पुनः एतत् एका च अस्ति, अतः अत्र अकार प्रथम अच् अस्ति, द्वितीय अपि अकार एव अस्ति। अत्र संयङ्गोः अनेन सूत्रेण यदा द्वित्वं करणीयमस्ति तर्हि अत्र कथं भिद्यते इत्युक्ते, पूर्वं वयं दृष्टवन्तः हलादिः आसीत्, अतः प्रथम एकाच पर्यन्तम् एव करणीयम्, अतः भू आसीत्। इदानीम् अत्र अजादि अस्ति, तर्हि प्रथम वर्ण अन्त यदस्ति प्रथमभागस्य अन्तिमवर्णः अत्र एव अस्ति, तर्हि तस्मात् अनन्तरं यदस्ति द्वितीयभागस्य द्वित्वं करणीयम्। अतः अत्र अप्रथमभागस्य अन्तिमवर्ण भूत्वा तदनन्तरं यदस्ति तस्य द्वित्वं करणीयम्। अतः श्य श्य श्य एवं भवति द्वित्वकार्यम्, अतः अ श्य श्य एवं भवति अजादेर्द्वितीयस्य इत्यनेन सूत्रेण द्वितीयस्य एकाच भागस्य द्वित्वं करणीयम्, अतः एवं भवति द्वित्वकार्यम्। समीचीनं, सम्यक् सम्यक्, समीचीनं समीचीनम्। अजादिः अनेकाच् चेत् द्वितीयसूत्रस्य कार्यम्, अजादेर्द्वितीयस्य इति सूत्रम्। एकाच् अस्ति चेत् प्रथमसूत्रेण एव व्यवहारः, सर्वत्र व्यवहारः प्रथमसूत्रेण, केवलम् अजादिः अनेकाच् चेत् द्वितीयसूत्रस्य व्यवहारः इति अस्ति। अस्तु, सम्यक्, समीचीनं, धन्यवादः। तर्हि अग्रे तत्र लक्ष्मीभगिनी अग्रे। आं भगिनि, पठामि। इदानीं नन्द्राः संयोगादयः, तदेव नन्द्राः संयोगादयः, अचः पराः संयोगादयः, नगराः द्विर्न भवन्ति, न च द च रश्च, तेषाम् इतरेतर द्वन्द्वः नन्द्राः। संयोगस्य आदयः संयोगादयः षष्ठी तत्पुरुषः, न अव्ययपदम्, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्। अजादेर्द्वितीयस्य इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः, अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारया। एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्। अजादेः संयोगादयः इन्द्राः न द्वे, नन्द्राः संयोगादयः इति नूतनं सूत्रम्। अस्य अर्थः स्यात् अचः पराः संयोगादयः नदराः द्विर्न भवन्ति, इत्युक्ते यत्र एकाच् भागः अस्ति, प्रथमभागः अस्ति, द्वितीयभागः अस्ति, अत्र अच् वर्णात् परे यत्र संयोगः अस्ति तस्मिन् संयोगे आदौ नकारदकार रेफः अस्ति चेत् तस्य द्वित्वं न भवति इति सूत्रार्थः। नदराः नन्द्राः इत्यत्र न च द च ऋ च, तेषाम् इतरेतर द्वन्द्वः कृत्वा नन्द्राः, न इति निषेधात्मकम्। संयोगादयः अत्र संयोगस्य आदयः, संयोगः वर्तते तस्मिन् आदिमवर्णः, न द र एतेषु अन्यतमः अस्ति चेत् तर्हि तस्य द्वित्वं न भवति इति अर्थः। अनुवृत्तिसहितसूत्रमस्ति अजादेः संयोगादेः नन्द्राः न द्वे, अजादिः स्यात्, संयोगः वर्तते अजादेः परं संयोगः वर्तते, संयोगस्य आदौ नकारदकाररेपः अस्ति चेत् तस्य द्वित्वं न भवति इति अर्थः। अत्र उदाहरणं पश्यामि किं पठामि किम्? आमाम् अवश्यम्। इत्युक्ते अत्र संयोगः भवेत्, संयोगस्य आदौ नकारदकाररेफः, संयोगस्य द्वितीयः वर्णः यः कोऽपि हल् वर्णः भवितुमर्हति इति अस्माभिः गतवर्गे चर्चितं खलु। प्रथमवर्णः नकारदकाररेपः, द्वितीय हल् वर्णः यः वर्णः यः कोऽपि हल् वर्णः भवितुम् अर्हति। अस्तु, उदाहरणं पठतु। ऊर्नु इति धातुः, उ इति प्रथमः एकाच् भागः, ऋणु इति द्वितीयः एकाच् भागः, अजादेर् द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वम्, इन्द्राः संयोगादयः इत्यनेन संयोगादिरेखस्य द्वित्वं न भवति, अतः नु इत्यस्य एव द्वित्वम् ऊर्णु नु। अत्र ऊर्णु इति धातुः स्वीकुर्मः चेत् अस्य द्वित्वं भवति। यदा द्वित्वं भवति तदा इदानीं पूर्वभागः प्रथमः एकाच् भागः अपि च द्वितीयः एकाच् भागः कः इति चेत् ऊ इति एव प्रथम एकाच् भागः। ऊ पर्यन्तं यानि वर्णानि सन्ति ते सर्वे एकाच् भागः अस्ति, अत्र एकः एव वर्णः, अतः ऊ इति प्रथम एकाच् भागः। ततः परं द्वितीयः अच् वर्णः अस्ति ऊ इति अन्तिम उकारः, तत्र रेफ नकार उकार मिलित्वा यः भागः अस्ति सः भागः द्वितीयः एकाच् भागः। तर्हि अजादिः अस्ति इति कृत्वा अजादेर्द्वितीयस्य इति सूत्रेण द्वितीयः भाग द्वितीयस्य भागस्य द्वित्वं स्यात्। ऊ योग ऋणु ऋणु इति स्यात्, किन्तु अनेन नूतनसूत्रेण नन्द्राः संयोगादयः इति सूत्रेण रेफस्य द्वित्वं न भवति, यतोहि ऊ इति अच्वर्णः अस्ति, ततः परं ऋणु इति संयोगः अस्ति, संयोगस्य आदौ रेफः वर्तते, तर्हि नन्द्राः संयोगादयः इति सूत्रेण यदि संयोगस्य आदौ रेफनकारदकारः अस्ति चेत् तस्य द्वित्वं न भवति इति कृत्वा निषेधसूत्रेण अनेन सूत्रेण रेफस्य द्वित्वं न कृत्वा ऊर्णु नु इति रूपं स्यात्, द्वित्वं स्यात्। रेफस्य द्वित्वं न कृत्वा अत्र ऊर्णु नु इति भवति। अपि च अत्र प्रथमः तु रेफस्य अनन्तरं नकारस्य णत्वं भवति, ततः परम् अत्र नु इत्यत्र तु णत्वं न जायते, यतोहि अत्र अट्कुपाण्यम् एव आयेपि इति सूत्रेण ऊर्णु नकारः एव अत्र व्यवधानरूपेण आयाति इति कृत्वा अत्र अन्तिमनकारः तथैव तिष्ठति, न तु न जायते। सम्यक् सम्यक्, समीचीनम्। अग्रे धन्यवादः भगिनि। अग्रे अत्र स्पष्टमिति मन्ये, प्रश्नाः सन्ति चेत् प्रष्टुमर्हन्ति, यतोहि अत्र पुनःस्मरणमेव जायमानमस्ति। तर्हि अग्रे मीना भगिनि। अन्य उदाहरणं मध्ये उन्द् भगिनि, उन्द् इति वक्तव्यं वा? उन्द् उन्द् योगः सन् प्रत्ययः भवति, सम्प्रत्ययः तत्र सनादि द्वित्वं भवति, सो इडागमः अपि भवति, षत्वादेशः भवति, केन सूत्रेण इति अहं न जानामि। सो इदानीम् उन्द् इडागमः उन्दि देन् षत्वं, तथा उन्दिश इति धातु अस्ति। उ तत्र प्रथमभागः अजादि अस्ति, अजादे द्वितीयस्य इति सूत्रमस्ति, धातु इदानीम् अजादि अस्ति, उ अस्ति, तत्र द्वितीय प्रथमभागः उ एव अस्ति, इन् इन् इन्दि इति द्वितीयभागः अस्ति, तत्र उ इन्दि अत उकारः इन्दि अन्तिम अच्वर्णपर्यन्तं प्रथमभागः अस्ति, तदनन्तरं तृतीयभागः अपि अस्ति, षकारः अकारः अस्ति, तत् अत्र विषयं नास्ति। तत्र इदानीम् उ इन्दि श एव अस्मिन् स्थिते कथं द्वित्वं भवति इति निर्णयं भवेत्, तत्र इन्दि भवेत् परन्तु नेन्द्राः संयोगादयः इति सूत्रेण तत्र उकारान्तरं संयोगः अस्ति तत्र नकारदकारः रेपः अस्ति वा तत्र इन् नकारः अस्ति इन् इद् अस्ति संयोगः अस्ति अस्ति वा तत्र नकारस्य द्वित्वं न भवति सो तस्मात् ऊ योगः इन्दि न भवति नकारस्य द्वित्वं न भवति सो दि एव भवति द्वितीयभागस्य द्वित्वं भवति दि एव तस्मात् रूपम् उन्दि धि उन्दि धि भवति श तादृशं तिष्ठति सो उन्दि उन्दि दिश इति अन्तिमरूपं भवति सम्यक् वा आमां समीचीनं भगिनि अग्रे अपि गच्छतु सम्यक् अस्ति द्वित्वे जाते प्रथमभागस्य नाम अभ्यासः मिलित्वा द्वयोर्नाम अभ्यस्तं तदनन्तरं कुत्र मम कुत्र गन्तव्यं तदनन्तरं पूर्वाभ्यासः इति सूत्रम् अनन्तरम् उभे अभ्यस्तं मम पीडिएफ् मध्ये नास्ति भगिनि तस्मादेव पूर्वाभ्यासः द्वित्वान्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः पूर्वः प्रथमान्तं प्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः एतत् संज्ञासूत्रमेव द्वित्वं कृत्वा तदनन्तरं तत्र प्रथमभागः द्वित्वा अनन्तरं यस्य प्रथमभागः अस्ति तस्य नाम अभ्यासः इति उक्तं तत्र एकाचो द्वे प्रथमस्य इत्यस्य द्वे इत्यस्य अनुवृत्तिः एव सो पूर्वभागम् अभ्यासः द्वयोः पूर्वभागः पूर्वः अभ्यासः द्वयोः पूर्वभागः अभ्यासः द्वयोः इति किमर्थं दत्तं तत्र इत्युक्ते कथम् अन्वयः भवति तत्र द्वयोः इति न वदति चेत् द्वयोः मध्ये यः पूर्वः अस्ति तस्य अभ्यासः केवलं पूर्वः अभ्यासः भागद्वयमस्ति तस्मात् एव किल भागद्वयमस्ति द्वयोः पूर्वभागः अभ्यासः अस्ति उत्तमम् इति संज्ञासूत्रमस्ति उभे अभ्यस्तं द्वित्वा अनन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् इदानीं यदा धातुः द्वित्वं भवति भागद्वयमस्ति तस्य भागद्वयं समूहस्य अभ्यस्तम् इति संज्ञा भवति तत्र उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमुदसूत्रम् उभे अभ्यस्तम् एकाचो द्वे प्रथमस्य द्वे तस्य अनुवृत्तिः एव अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् यत्र भागद्वयम् अस्ति तत्र भागद्वयं योजयित्वा तत्र अभ्यस्तसंज्ञा भवति समीचीनं धन्यवादः समीचीनं तर्हि इदानीं किञ्चित् अग्रे गच्छामः संज्ञाद्वयम् अस्ति पूर्वस्य अभ्याससंज्ञा द्वित्वानन्तरं द्वयोः मिलित्वा अभ्यस्तम् इति संज्ञा तर्हि इदानीं किञ्चित् अग्रे गच्छामः सूर्यकुमारी भगिनी पठति वा भगिनि हा भगिनि पूर्वे अभ्यस्य तत्र द्वित्वस्य अनन्तरं क्षम्यताम्। तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे, यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति। इदं सर्वम् अभ्यासकार्यम् इति उच्यते। आपदातुकप्रकरणे विस्तरेण परिशीलयामः। लिटि, लुङ्गि, सनि, यङ्गि इत्येषु अभ्यासकार्यं पुनः विभजनं भवति। सामान्य अभ्यासकार्यं, विशेष अभ्यासकार्यं च इति। सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते। विशेष अभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य, यथा लिटि विशेषाभ्यासकार्यं, पुनः स्लौ पृथक्तया, पुनः सनि, यङि, चङि च। तत्र द्वित्वस्य अनन्तरं पूर्वम् उक्तम् अभ्याससंज्ञा, अभ्यससंज्ञा इति। अभ्यासे कानिचन कार्याणि भवन्ति, तत्र सामान्य उदाहरणानि ह्रस्वत्वम् अल्पप्राणत्वं च। द्वौ अपि अभ्यासकार्यम् इति उच्यते। आर्धधात्विकप्रकरणे विस्तरेण परिशीलयामः। आर्धधात्विकप्रत्ययाः लिटि, लुङ्गि, सनि, यङि, सङ्गि, सनि, यङि इत्येषु अभ्यासकार्यस्य पुनः विभजनं भवति। सामान्य अभ्यासकार्यं, विशेष अभ्यासकार्यं च इति। सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति सर्वेषां धातूनां कृते। तत्र अभ्यासकार्यं कानिचन भवन्ति, एकस्मिन् पक्षे सामान्य अभ्यासकार्यं, कानिचन अर्धधात्विकप्रकरणे विशेष अभ्यासकार्यम् अपि भवति। सामान्यकार्याणि सर्वत्र भवति, विशेषकार्याणि निमित्तम् अधिकृत्य एव भवति। यथा लिटि विशेष अभ्यासकार्यं, स्लौ पृथक्तया, पुनः सनि, यङि, चङि च। सामान्य अभ्यासकार्याणि, विशेष अभ्यासकार्याणि, सामान्य अभ्यासकार्याणि निमित्तम् अभ्याससंज्ञा एव। विशेष अभ्यासकार्याणि निमित्तम् अधिकृत्य कानिचन लकारेषु विशेष अभ्यासकार्याणि भवति इति सारांशः। अग्रे अपि पठतु भगिनि। अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि। प्रथमं ह्रस्वः, हलादिशेषः, सर्पूर्वकयः, कुहोचुः, उरत् अभ्यासे चर्च। तत्र षट् सामान्य अभ्यासकार्याणि भवति। प्रथममस्ति ह्रस्वः, ह्रस्व अपि पठामि वा भगिनि? आमामाम् अवश्यं पठतु। ह्रस्वः अभ्यासस्य अचुवर्णः ह्रस्वः स्यात्। अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्वदीर्घ प्लुत इत्येते शब्दाः आयाति तत्र अचः इति शब्दः सूत्राद्ये अपि आयाति। अतः ह्रस्व इत्युक्ते इत्युक्तौ ह्रस्व अचुवर्णः तथा सर्वत्र। ह्रस्वौ प्रथमान्तम् एकपदमिदं सूत्रम्। अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अस्ति अङ्गस्य अभ्यासस्य अचः ह्रस्वः। सारांशः ह्रस्वः इत्युक्ते स्वरविषये एव, तत्तु अचुवर्णः अचच्च इत्यनेन किमपि अचुवर्णः अस्ति तत्र ह्रस्वः भवति अचच्च इति परिभाषासूत्रमस्ति. वयं जानीमः अचुवर्णैः ह्रस्वः दीर्घः पृथः इत्येते शब्दाः आयाति. तत्र अच इति शब्दः सूत्राद्ये अपि आयाति. ह्रस्वः इत्युक्ते ह्रस्वः अचः इति अर्थः. तत्र अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य अभ्यासस्य अच ह्रस्वः. तत्र अभ्यासस्य इति अत्र लोपो अभ्यासस्य इति सूत्रस्य अनुवृत्तिः, तत्र अभ्यासस्य एव अनुवृत्तिः. अभ्यासस्य अङ्गस्य अधिकारः, तत्कारणेन अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य अचः ह्रस्वः इति. उदाहरणम् पठामि वा? एकं पठतु. सा धातुः द्वित्वानन्तरं रूपमस्ति खा खाद्. प्रथम अभ्यस्यसंज्ञा खा एव. आकार दीर्घ आकारः अस्ति, तत्र ह्रस्वः भवति, खा खाद् इति रूपं भवति. अत्र वस्तुतः अन्यत् सूत्रं कार्यं करोति, तदग्रे पश्यामः. हलादिशेषः इति सूत्रमस्ति, तेन आदिमहल् वर्णः एव तिष्ठति. हलादिशेषेन खाखाद् भवति. हलादिशेषः इत्यनेन दकारस्य लोपः खाखाद् इति भवति. अनन्तरं ह्रस्वः अभ्यासे अचुवर्णस्य ह्रस्वत्वं भवति इति अस्ति. तावदेव अभ्यासः अस्ति, पूर्व अभ्यासः. तर्हि प्रथमभागे यः अचुवर्णः अस्ति तस्य ह्रस्वत्वं भवति इति अस्ति. अस्तु भगिनि, धन्यवादः. तर्हि इदानीं किम् उमा भगिनी, अग्रे यानि उदाहरणानि सन्ति तानि भवती करोति वा? पठामि. ह्रस्वसूत्रे सूत्रेण अभ्याससंज्ञा भवति वा? अभ्यासः नी प्रथम प्रथम नी आगच्छति न नी इति भागस्य अभ्याससंज्ञा भवति केन सूत्रेण? हलादिशेषः. न न न न, कुत्र अस्ति हलादिशेषः? न, इदानीम् अभ्याससंज्ञा केन सूत्रेण भवति? न, सूत्रं किं भगिनि? अभ्याससंज्ञार्थम् इदानीं पूर्वं सूत्रं पठितं खलु, तत् सूत्रं किम् अस्ति? पूर्वाभ्यासः. अस्तु, पूर्वभागस्य अभ्यासः इति संज्ञा भवति. तदानीम् इदानीं किं भवति? द्वित्वं भवति, नी धातु द्वित्वं भवति. प्रथम ह्रस्वसूत्रस्य नी आगच्छति, आगच्छति. अग्रिमं करोतु. धातुः द्वित्वं भवति, लू लू ह्रस्वसूत्रस्य लू लू आगच्छति. अग्रे सेद् सुसेद् इति धातु, सुसे पूर्वः सेद् सेद् सु कथं सी आगच्छति अत्र? सी सेद् एच् वर्णस्य स्थाने इक् वर्णः ह्रस्वः भवति. एकारस्य ह्रस्वत्वम् इति यदा कुर्मः तदानीम् इकारः आयाति. न एच् वर्णस्य अत्र सूत्रमस्ति एजिग् ह्रस्वादेशः इति अस्ति खलु सूत्रम्. तर्हि एकवारम् अहं श्रावयामि. एजिग् ह्रस्वादेशः इति एव सूत्रम् इति मम स्मरणे अस्ति. एजिग् ह्रस्वादेशः एचः इक् ह्रस्वादेशे इत्युक्ते एच् प्रत्याहारे ये ये वर्णाः ए ओ ऐ औ इति वर्णाः सन्ति तस्य स्थाने ह्रस्वत्वम् इति चेत् इ उ इक् वर्णः इ उ रुल् तर्हि अत्र एकारस्य स्थाने इकारः एकारस्य स्थाने ह्रस्वादेशः इकारः ऐकारस्य स्थाने अपि इकारः ऐकारस्य स्थाने अपि इकारः ओकार औकारयोः स्थाने उकारः. धन्यवादः. आम् अत्र ओकारः अधिकम् उकारः सो ह्रस्वत्वः ह्रस्वपि सूत्रते सो भू गोष् आगच्छति. देन् ढो ढोक् इति चेत् डौ डौक् सोरि डो ढौक् इति चेत् डो अधिकं डो न डौ डौ डौ डौ डौक् सो डौ डु हा इति अस्ति तत्र ए जिग्र ह्रस्वदेशः इति ह्रस्वदेशे इति सूत्रमस्तुतः परिभाषासूत्रमस्ति यत्र एच् वर्णस्य ह्रस्वत्वम् इति केनचित् सूत्रेण उच्यते चेत् तदानीं कः ह्रस्ववर्णः आयाति इति चेत् अत्र एकार ऐकारयोः स्थाने ईकारः ओकार औकारयोः स्थाने उकारः. अस्तु भगिनी धन्यवादः. इदानीम् अग्रे विजयलक्ष्मी भगिनी पठति वा हलादिः शेषः. हलादिः शेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरिणाम हलाम् लोपः. हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदम् इदं सूत्रम्. अत्र लोपो अभ्यास इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिः शेषः. हलादिशेषः इति द्वितीयः सामान्य द्वितीयं कार्यं सामान्य कार्यम् अत्र अभ्याससंज्ञायाः. अत्र किं भवति अभ्यासस्य आदिमः वर्णः यदि हल् अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः. अस्तु अभ्यासे यदि आदिमवर्णः विहाय अन्ये केऽपि हल् वर्णाः भवन्ति तदा तेषां हल् वर्णानां लोपः भवति. केवलम् आदिमहल् वर्णस्य एव लोपः न भवति. सूत्रमस्ति हलादिः शेषः. अत्र हल् आदिर् येषां ते हलादिः इति हल् प्रथमान्तं न हल् आदि येषां ते इति अस्ति वा अत्र नास्ति नास्ति नास्ति हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदम् इदं सूत्रं तर्हि सम्यक् सूत्रं भगिनि प्रथमान्तं त्रिषु अपि न संज्ञासूत्रमिति नास्ति नास्ति खलु कार्यमस्ति खलु हल् वर्णस्य लोपः भवति त्रिपदम् इदं सूत्रमस्ति अत्र अत्र लोपो अभ्यासस्य इति सूत्रात् अभ्यासस्य इति इत्यस्य अनुवृत्तिः भवति अङ्गस्य अधिकारः तु अस्त्येव अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिः शेषः इति अग्रे पठामि वा इत्युक्ते हल् आदिः इत्यस्य अर्थः कः अत्र तदेव अग्रे अग्रे उक्तमस्ति तदपि पठतु आदिमः इत्युक्तौ आदौ यः न तु प्रथमः अस्तु अस्तु आदिमः इत्युक्तौ आदौ यः न तु प्रथमः अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः न तु हल् वर्णः इति कारणतः हलादिः शेषः इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपो भवति अट् इति अङ्गं तत्र अट् अट् इति द्वित्वं भवति इदानीम् आदिमवर्ण तु अकारः अस्ति तत्तु अज् अस्ति अतः अन्ते टकारः अस्ति तस्य लोपः भवति हलादिशेषः इति सूत्रेण केवलम् अकारः तिष्ठति अ अट् इति उभे अभ्यस्तम् अभ्यस्त सम्यकः अ अट् इति भवति एवमेव पठ् तत्र द्वित्वं कृत्वा पठ् पठ् इति भवति इदानीं तु आदिमः वर्णः हल् अस्ति प इति पकारः अस्ति अत्र पकारः तिष्ठति पकारः विहाय अन्येषां हल् हल् वर्णानां हलादिशेषः इति सूत्रेण लोपः भवति अतः अभ्यासस्य केवलं पठ् पठ् इति द्वित्वं कृत्वा प्रथमः पठ् इत्यत्र अभ्याससम्यकः हलादिशेषः इति सूत्रेण आदिमः हल् विहाय अन्येषां हलां लोपः भवति अत्र तु फलं पकारः हल् अस्ति अपि च ठकारः हल् अस्ति ठकारः अन्तिम हल् वर्णः इति कृत्वा तस्य लोपः भवति प पठ् इति अभ्यस्तसम्यकः तथैव ज्ञा भगिनि एकक्षणं इदानीं सूत्रार्थः कः इति एकवारं वदतु अभ्याससम्यकः यद् अस्ति तस्य शेषः हल् वर्णस्य लोपः भवति इति सूत्रार्थः न न न शेषः लोपः भवति इति न शेषः लोपः लोपः इति कुत्र न केवलं केवलम् आदिमः किं हल् वर्णः तिष्ठति हा आदिमः हल् वर्णः तिष्ठति इत्यनेन अन्ये हल् वर्णाः लुप्यन्ते इति अर्थः आयाति अत्र तु अभ्यासस्य हल् आदिः शेषः हल् इदानीम् आदिः शेषः इति वदामः चेत् अत्र अनयोः एतेषां पदानां कः सम्बन्धः हल् शेषः हल् शेषः तत्र आदि इति पदं विशेषणमस्ति वा आदिमः हल् इति वक्तव्यम् आदिमः हल् आदिमः इति विशेषणं खलु अस्तु आदिमः हल् शेषः शेषः इत्युक्ते लेफ्ट् इति अर्थे अस्ति खलु नाट् लास्ट् इति अर्थे किमर्थं लास्ट् शेषः इत्युक्ते अवशिष्यते इति अर्थः वा तद् न अत्र केवलं आदिमः अवशिष्यते एव अवशिष्यते इत्येव अर्थः खलु अवशिष्यते सत्यम् अवशिष्यते अन्येषाम् अहलाम् अत्र लोपः भवति परन्तु लोपः भवति इति लोपः इत्यस्य अनुवृत्ति न भवति खलु भगिनी लोपः शिष्यते इति वदति चेत् शिष्यते इति वदति चेत् अन्ये न शिष्यन्ते इत्येव अर्थः खलु अभ्यासस्य आदिमः हल् शिष्यते इत्युक्ते अन्येषां हलां तत्र कार्यं नास्ति अतः ते अपगच्छन्ति आदिमः इत्युक्ते अत्र यः आदौ यदा द्वित्वं जायते आदौ यः हल् वर्णः अभ्यासस्य आदिमः आदिमः इत्युक्ते आदौ यः वर्णः न तु प्रथमः प्रथमः इत्युक्ते इदानीं तत्र किम् अट् इति उदाहरणमस्ति अट् इति उदाहरणे अत्र टकारस्य इत्संज्ञा भवति वा भवति आदिमः नास्ति परन्तु परन्तु किम् हलाद् हल् आदिमः हल् एव तिष्ठति अन्येषां हलं तु कार्यं नास्ति इति कृत्वा अट् इत्यत्र आदिमः हल् नास्ति आदिमः तु अच् अस्ति अतः अभ्यासस्य टकारस्य लोपः भवति सम्यक् वा भगिनि इदानीम् अत्र अट् इति प्रसङ्गे मम तु संशयः जातः अट् इति धातुः तु तर्हि अट् इति धातौ तर्हि अट् इत्युक्ते अजादिः अस्ति एका च अस्ति अतः समग्रधातोः द्वित्वं खलु तर्हि अट् इति अस्ति तर्हि प्रथम अट् इत्यत्र टकारस्य इत्संज्ञा हलादिशेषः इत्यनेन इत्संज्ञा सत्यम् इत्संज्ञा भवति अनेन सूत्रेण हलादिशेषः इति सूत्रेण अतः अट् इति भवति इत्संज्ञा नास्ति हलादिशेषः इत्यनेन लोपः क्षम्यतां लोपः हलादिशेषः इत्यनेन लोपः अट् इति भवति अट् तदेव अत्र दत्तमस्ति खलु अट् इति अस्ति ओके पट् इत्यत्र तु सर अवगच्छामः पट् इति द्वित्वम् अभ्यासः पट् इति प्रथमभागः तत्र टकारस्य लोपः इत्संज्ञानस्य लोपः अस्तु इदानीं तत्र तथैव इति किं विजयभगिनी करोति वा तथैव नमस्कारः तथैव किं कुत्र अस्ति अत्र शर्पूर्वः कयः एव खलु न न हलादिशेषः इत्यत्र अन्यानि उदाहरणानि ज्ञा ज्ञा इति कुत्र भवति? हलादिशेषः पट् पट् पट् इत्यस्य अनन्तरमस्ति भगिनि, अन्तो अन्ततो गत्वा तथैव ज्ञा जज्ञा अभ्यासे अपरेषाम् अलां लोपः प पट् अनन्तरम् आम् तदेव ज्ञा झ ज्ञा भवति. अत्र जकारः ञकारः चकारस्य पञ्चमवर्णः एव मिलित्वा अत्र ज्ञा इति भवति. एतत् अत्र हलादिशेषः इत्यनेन लोपः भवति, झ एव तिष्ठति. इदानीं झ झ इति भवति. एवमेव विचारणीयं दन् अस्ति चेत् अत्र दकारः हलादिशेषः दन् दन् इति भवति. अत्र ददन् इति भवति. निज् भवति चेत् अत्र निज् निज् भवति, अनन्तरम् अत्र नि निज् इति भवति. खाद् अस्ति चेत् अत्र खाद् खाद् इति भवति. हलादिशेषः इत्यनेन ककाद् इति भवति. दिश् इति अस्ति, दिश् दिश् इति भवति. दिदिश् दि दिश् इति भवति. विज् अपि अस्ति, विज् विज् इति भवति. हलादिशेषः इत्यनेन वि एव तिष्ठति, विविज् इति भवति. तुर् अस्ति चेत् तुर् तुर् इति भवति द्वित्वम्. अनन्तरम् अत्र रेपस्य स्थाने हलादिशेषः इत्यनेन लोपः भवति, तूतुर् इति भवति. बस् अस्ति चेत् अत्र बस् बस् इति भवति. हलादिशेषः इत्यनेन ब एव तिष्ठति अत्र, बस् इति भवति. समीचीनं भगिनि, अस्तु. अत्र भवती एव शर्पूर्वः खयः इति पठतु. किम् किमस्ति उमा भगिनि? इति चेत् बकारः अधिकं बकारं तृतीयवर्णं तद् अनन्तरमस्ति, पश्यामः. अनेन सूत्रेण तु न भवति, हलादिशेषः इत्यनेन तु न भवति. तद् इदानीं समग्रतया सर्वाणि सूत्राणि कृत्वा वयं चिन्तयितुं शक्नुमः सम्पूर्णतया कथं भवति इति इदानीम् अग्रे. अपि च भगिनी, ज्ञा इत्यत्र हलादिशेषः इत्यनेन जा, अनन्तरं ह्रस्वः इत्यनेन एव जज्ञा इति भवति खलु? आमां, ह्रस्वः हलादिशेषः इति अत्र नास्ति. न, अत्र ज अपि च ञकारः अस्ति खलु, जकारः ञकारः अकारः. जकार उत्तरवती ञकारस्य लोपः भवति हलादिशेषः इत्यनेन, तर्हि जा इति भवति. तदनन्तरं ह्रस्वः इत्यनेन ज अस्ति इति प्रसङ्गे कोऽपि उक्तवन्तः अत्र. एकक्षणम् एकक्षणम् एकक्षणं भगिनि, इदानीं विजयलक्ष्मी भगिनी स्पष्टं वा? आम् आम्, खाद् इत्यत्र अपि खाखाद् अनन्तरं ह्रस्व इत्यनेन खखाद् इति भवति खलु? आमां, हलादि इत्युक्ते अत्र केवलं तदेव कार्यं तत्र प्रदर्शितमस्ति इत्युक्ते केवलम् अवगमनार्थं, परन्तु समग्रतया वयं कुर्मः चेत् सम्पूर्णतया वयं कर्तुं शक्नुमः अनन्तरम्. अस्तु अस्तु, इदानीं विजया भगिनी किं वदति? तत्रापि ब चतुर्थवर्णः, बकारः तृतीयवर्णः चेत् अत्र ह्रस्वः इति भूत्वा एव इदानीम् अत्र हलादिशेषः विषये एव अत्र कार्यं करोति. अतः तत्र कुत्र अस्ति ह्रस्वः? बस् इत्यत्र कुत्र अस्ति ह्रस्वः? न, इदानीं कोऽपि उक्तवन्तः, भवती एव अत्र उत्तरं दत्तवती खलु, अग्रे एतत् विषये चर्चां कुर्मः इति. बस् इत्यत्र खलु, बस् इत्यत्र ह्रस्वः इति न, तत्र अभ्यासे चर्चा इति अनन्तरम् आयाति. आम्, अभ्यासचर्चा उत्तमं भवति, एतदेव अभ्यासचर्चा. अग्रे पठ. षट् पूर्वाः कयः, यस्य अभ्यासस्य पूर्वं षर् परञ्च खै, तस्य तु खै एव शेषः भवति, अन्ये हलः च लुप्यन्ते. हलादिशेषः इत्यस्य अपवादः, अतः तस्य बाधकसूत्रमस्ति षर् पूर्वो येषां ते षर्पूर्वाः षर्पूर्वाः प्रथमन्तं कयः प्रथमान्तं द्विपदमिदं सूत्रं हलादिशेषः इत्यस्मात् वचनपरिमाण वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य षट्पूर्वकयः शेषः शेषाः इति भवति अत्र षट्पूर्वाः कयः इति अत्र किं भवति चेत् अत्र षर् इति वर्णः अत्र षर् ष अनन्तरं स एते वर्णाः अत्र भवन्ति षर् अनन्तरं खय खै इत्यस्य प्रथमसदस्य अनन्तरं द्वितीयसदस्य एव अत्र भवति इदानीमत्र षर् पूर्वाः कयः इति अस्ति चेत् अत्र प्रथमं अत्र पूर्वं षर् परञ्च कै भवति तस्य तु कै एव शेषः भवति अनन्तरम् अत्र इदानीं वयं दृष्टवन्तः हलादिशेषकविषये षर् पूर्वाः कयः इत्यस्मात् हलादिशेषः इत्यस्य अपवादः षट्पूर्वाः कयः अपवादसूत्रमस्ति हलादिशेषः इत्यस्य अत्र भगिनी षर् षर्पूर्वः इत्यस्य षर्पूर्वः कः यत्र अत्र इदानीम् अत्र उदाहरणरूपेण अत्र दत्तं खलु महोदय न तद् तद्भवतु तद्भवतु षर् पूर्वः इत्यस्य अर्थः कः कः अस्ति षर् पूर्वः इदानीं षर् पूर्वः इत्युक्ते अत्र अभ्याससमये यत्र द्युतं भवति न षर् पूर्वः इत्यत्र कीदृशसमासः षट् पूर्वाः इति अत्र पूर्वः इति प्रथम बहुवचनं पूर्वाः इति अस्ति कीदृशसमासः पूर्वं भूत केवलं न न न अत्र दत्तमस्ति खलु किं दत्तं बहुव्रीहि कः अस्ति षर्पूर्वः षर्पूर्वाः के कयः कयः षर्पूर्वः इति विशेषणं न शृणोतु शृणोतु षर्पूर्वः इति विशेषणमस्ति कस्य विशेषणं खयः इत्यस्य तर्हि षर्पूर्वः कः खैवर्णः तादृशकैवर्णः तादृशकैवर्णः यस्मात् पूर्वं षर्वर्णः अस्ति सः षर्पूर्वः परञ्च कै इति भवति खलु अत्र यस्य अभ्यासस्य पूर्वं षर्वर्णः परं च अपरमेव कैवर्णः कैवर्णः तद् अस्ति भगिनि तद् अवगमनार्थं तत् पूर्वं परम् इति वदामः परन्तु सूत्रे कथम् अस्ति षर्पूर्वाः इति उक्तं खलु तर्हि कः अस्ति षर्पूर्वाः के स षर्पूर्वाः कयः कयः विशेषणं तर्हि कै कीदृशः भवेत् तादृशकैवर्णः यस्मात् पूर्वं षर्वर्णः अस्ति अस्तु महोदय तर्हि अभ्यासस्य यः खैवर्णः सः षर्पूर्वः अस्ति चेत् तर्हि सः वर्णः एव तिष्ठति षर्पूर्वः वर्णः एव तिष्ठति अन्ये लुप्यन्ते तर्हि उदाहरणं पश्यतु उदाहरणं पश्यतु पठतु पठतु स्पर्ध इति अस्ति अत्र स्पर्ध स्पर्ध इति द्वित्वं भवति प्रथमम् इदानीम् अत्र सकारः प्रथमसदस्य पूर्वमस्ति अनन्तरम् अत्र डकारः अपि अस्ति, एतदपि लुप्यते, अतः तत्र पा एव अवशिष्यते. न न न न तथा विवरणम् अनावश्यकं. प्रथमतया वदतु किम् अस्ति कैवर्णः, किम् अस्ति शर्पूर्वः, सूत्रेण किं कार्यम् अस्ति तद् वदतु. इदानीम् अत्र शर् इत्यस्य शर् रेपः अस्ति, एतत् एव शर्वर्णः. पूर्वं रेपः नास्ति खलु, रेपः कुत्र अस्ति, रेपः नास्ति, शर्वर्णः इत्युक्ते किम् अस्ति एव भवति दन्त्यसंहारः. एते वर्णाः तत्र भवन्ति. कैवर्णः तु पूर्वमस्ति, इदानीमेव भवत्या उक्तम्. एतत्तु वर्ग प्रथम द्वितीय भवति. इदानीम् अत्र शर् पूर्वः कैवर्णाः सन्ति चेत् अत्र किम् अस्ति शर्वर्णः, किम् अस्ति कैवर्णः, कैवर्णः तु प्रथमसदस्य द्वितीयसदस्य भवति. अस्मिन् उदाहरणे कः वर्णः खैवर्णः, कः वर्णः सर्वर्णः, अस्मिन् उदाहरणे. इदानीमत्र स्पर्ध इति अस्ति चेत् अत्र सकारः षर्वर्णः भवति, अनन्तरं सकारः भवति, अनन्तरम् अत्र द्वित्वं भवति. पकारः कीदृशवर्णः, सर्वर्णः अस्ति तावत् पर्याप्तं वा? कैवर्णः प्रथमसदस्य द्वितीयसदस्य, पकारः प्रथमसदस्य भवति. पकारः कीदृशः अस्ति, कैवर्णः हल्वर्णः, पकारः कैवर्णः परन्तु कीदृशः अस्ति, सर् पूर्वः अस्ति वा पकारः? शर् पूर्वे नास्ति, परमेव पूर्वः नास्ति वा, तर्हि सूत्रं कथं कार्यं करोति? एतदेव अत्र प्रश्नः उदेति. पकारः शर् पूर्वकः एव खलु, शर्वर्णः पूर्वं नास्ति वा पकारः, पकारः पूर्वम् एव, अतः पकारः शर् पूर्वः अस्ति खलु, शर् यस्मात् पूर्वमस्ति, अतः पकारः शर् पूर्वः अस्ति. पकारः कीदृशः, शर् पूर्वः अस्ति, यतोहि सकारः पूर्वमस्ति. अतः इदानीं सूत्रेण किं जायते? सूत्रेण अत्र पकारः एव तिष्ठति, किमर्थं चेत् अत्र शर् पूर्वः कयः इति अपवादत्वेन कार्यं करोति. इत्युक्ते प्रथमवर्णः तिष्ठति इति पूर्वसूत्रेण उक्तं, हलादिशेषः इत्यनेन आदिमः हल्वर्णः तिष्ठति इति उक्तं. तर्हि हलादिशेषः इत्यस्य कार्यम् अत्र भवति चेत् किं भवति रूपम्? अत्र स्पर्द् इति तिष्ठति, स्पर्द् स्पर्द् इति भवति. न, हलादिशेषः इत्यस्य कार्यं भवति चेत् किं भवति? सकारस्य लो आमामाम् अत्र अत्र किं भवति चेत् अत्र सपर्द् इति भवति, स्पर्द् इति भवति, सस्पर्द् इति भवेत्. परन्तु इदं सूत्रम् अपवादसूत्रम् इति कृत्वा खैवर्णः तिष्ठति, द्वितीयवर्णः तिष्ठति, प्रथमवर्णः लुप्यते इदानीम्. आं महोदय. प्रथमवर्णः, अन्ये वर्णाः लुप्यन्ते, द्वितीयवर्णः तिष्ठति, अतः पस्पर्द् इति भवति. अस्तु, समीचीनं, धन्यवादः. इदानीम् अनिमा भगिनी अन्यानि उदाहरणानि. नमस्ते भगिनि. एवमेव विचारणीयं. क्षम्यतां भगिनि, पुनरेकवारं वदति वा तत् रूपं कथं लभते इति? किं रूपं? पस्पर्थ पस्पर्थ किम् इदानीं पश्यतु, सूत्रं किं वदति? शर्पूर्व अभ्यासस्य शर्पूर्वः खयः शेषः, खैवर्णः तिष्ठति इति वदति सूत्रं. खयः अवशिष्यन्ते, कयः अवशिष्यन्ते, कीदृशकय कीदृशाः कयः कयः इति चेत् शर्पूर्वाः, तादृशकैवर्णः यस्मात् पूर्वं शर्वर्णः भवेत्, तादृशम् अस्ति चेत् प्रथमं शर्वर्णः अस्ति, तदनन्तरं खैवर्णः अस्ति चेत् खैवर्णः एव तिष्ठति, अन्ये वर्णाः लुप्यन्ते. तर्हि इदानीं स्पर्द् स्पर्द् इति द्वित्वं, तर्हि प्रथमस्पर्द् इति भागस्य अभ्याससंज्ञा. तर्हि अभ्यासस्य अत्र शर्वर्णः अस्ति सकारः, खैवर्णः अस्ति पकारः. पकारः कीदृशः अस्ति? शर्पूर्वकः अस्ति, यस्मात् पूर्वं शर्वर्णः अस्ति इति कृत्वा खैवर्णः एव तिष्ठति, पकारः एव तिष्ठति. सकारः लुप्यते, रेपः लुप्यते, धकारः लुप्यते. तत्र यः स्वरवर्णः अस्ति सः वर्णः तु तिष्ठति. अतः स सकारः अकारः स स्पर्द्. अवगतं वा? आं भगिनि, अवगतम्. अत्र अभ्यासः अद्वित्वं तु स्पर्द् स्पर्द् इति जायते. प्रथमभागः स्पर्द् इति अस्ति. न जाने अत्र अत्र रेफधकारस्य संयोगः वर्तते खलु. तर्हि नन्द्राः संयोगादयः तस्य कार्यमत्र भवति वा? अथवा नन्द्राः संयोगस्य इत्यस्य कार्यं कदा भवति? अजादिः स्यात्. अजादिद्वितीयस्य सूत्रं यत्र प्रवर्तते तस्य निषेधः अत्र हलादि अस्ति. आम् आम् आम्. एव नास्ति. आम् आम्. भगिनी अत्र खयः शेषः इति बहुवचने किमर्थमस्ति? किमं किम् शर्पूर्वाः खयः शेषाः इति बहुवचने किमर्थमस्ति? सम्यक् अस्ति प्रश्नः, किमर्थं बहुवचने वक्तव्यम् इति खलु. केवलम् एकः एव खैवर्णः तिष्ठति खलु, द्वयः खैवर्णः इत्युक्ते इत्युक्ते तादृश उदाहरणं लभ्यते वा इति द्रष्टव्यं. यत्र अनेके शर्वर्णाः पूर्वं सन्ति, अनन्तरं खैवर्णः अस्ति, अथवा तादृश उदाहरणं खयः इत्यस्य. अग्रे गच्छामः, अहं पश्यामि. भगिनी तत्र पूर्वाः बहुवचनम् अस्ति, तत्कारणेन तत्तु अस्ति, तत्तु अस्ति. भगिनी पृच्छति किमर्थं शर्पूर्वः इति बहुवचने अस्ति इति पृच्छति. किमपि सर्वर्णः एकवचनमपि समीचीनं, वचन परिवर्तनं कृत्वा बहुत्र क्रियते खलु. न अत्र सूत्रमेव एवमस्ति, परिवर्तनम् इति न, सूत्रमेव एवमस्ति. शर्पूर्वः खयः इति सूत्रं तत्र नास्ति खलु, अनुवृत्तिरूपेण. न, शेषशब्दस्य प्रश्नः नास्ति. शेषः इत्यत्र परिमा तत्र विभक्तिपरिणामं कृत्वा इति तदस्ति. परन्तु भगिन्याः प्रश्नः खयः इति बहुवचने किमर्थम् अस्ति इति प्रश्नः. इत्युक्ते अत्र पश्यतु, सस्नौ इति एकः शब्दः अस्ति. सस्नौ सस्नौ तत्र सकारद्वयम् अस्ति, शर्पूर्ववर्णः सकारद्वयम्. तर्हि अहं चिन्तयामि अत्र तादृश उदाहरणं लभ्यते यत्र सकारद्वयं पूर्वमस्ति. ओके, कदाचित् मया पूर्वं चिन्तितमासीत्, इदानीं विस्मरणं जायते, मम क्लेशः अस्ति. विस्मरणस्य तु प्रथमः कर्त्री अहम् अस्मि. अहमपि अस्मि, ममपि योजयतु तत्रैव. इदानीन्तनकाले पूर्वं तथा नासीत् सर्वं स्मर्तुं शक्नोमि स्म इदानीं तु किमपि न स्मर्यते तर्हि अत्र ओके स्त्र इति धातुः अस्ति स्त्र इति धातुः न न अभ्यासे तु एकः एव वर्णः अस्ति अभ्यासे तु अत्र किमर्थं खयः इति उक्तम् इति अनन्तरं पश्यामि भगिनि इदानीं न आयाति मनसि कोऽपि जानाति चेत् वदतु किमपि कारणं स्यात् किमर्थं तत्र बहुवचने अस्ति खयः खयाः शर्पूर्वाः खयाः खयः तर्हि ओके एकः एव खैवर्णः इति नास्ति अनेके खैवर्णाः सन्ति चेत् अपि तेषां लोपः न भवति इति एव अर्थः खलु अनेके खैवर्णाः सन्ति चेदपि तेषां लोपः न भवति इदानीं तकारस्य कर्तव्यम् इत्यत्र डबल् तकारः भवति खलु अनचित इत्यनेन तद्वत् यदि डबल् सकार डबल् सकार न खैवर्णः एव डबल् भवति चेत् खैवर्णः पकारः डबल् पकारः इति वा यदि तादृश उदाहरणं लभ्यते वा इति द्रष्टव्यं भगिनि प्रश्नः समीचीनः अस्ति तत्र किमस्ति इति एकवारं चिन्तनीयं किमर्थं पाणिनिना इत्युक्ते खयः इत्यस्य अनुवृत्तिः अग्रे आयाति वा भगिनि इति अपि मम संशयः भगिनि वदतु अष्टादरी डाट् काम् मध्ये तस्य विवरणमस्ति न तदा स्था धातोः अपि उदाहरणमस्ति तथा श्चुत् धातुः अस्ति तत्वा तत्र द्वित्व भूत्वा तद् यत् अन्तिमरूपम् अस्ति तद् चुश्च्युतो श्योत् एवं भवति तर्हि तत्र किम् अस्ति वा अहं पूर्णतया न दृष्टवती परन्तु अत्र ज्ञातव्यम् अत्र अस्ति द्वितीयबिन्दो अस्मिन् सूत्रे शर्पूर्वाः खयः इति बहुवचनम् अस्ति अतः यदि अभ्यासे द्वौ अधिकाः वा शर्पूर्वाः खयवर्णाः सन्ति तर्हि ते सर्वे अवशिष्यन्ते परन्तु अस्य उदाहरणानि न लभन्ते इति दत्तमस्ति उदाहरणानि न लभन्ते चेत् किमर्थम् एवं वदन्ति आम् परन्तु तद् अस्मिन्नपि अत्र दत्तमस्ति सम्यक् सम्यक् अस्ति भगिनि परन्तु उदाहरणमेव नास्ति परन्तु मम केवलं चिन्तनमस्ति यत् अस्माकं न प्रथमचिन्तनं तत्रापि चिन्तनम् अभवत् परन्तु उदाहरणं न लभ्यते अतः तत्र न दत्तं न अत्र समीचीनं समीचीनं तत्र अष्टाध्याय्यां यदुक्तं तत् समीचीनं भवतु नाम परन्तु वयं यदा स्वचिन्तनं कुर्मः तदानीं तत्र एतावता उदाहरणं न लब्धं तर्हि किमर्थं पाणिनि इत्युक्ते पाणिनिः तादृशं किमपि न करोति खलु यदा उदाहरणं नास्ति चेत् वेदे भवेत् किं तादृशसम्भावना भवेत् नो चेत् किमर्थम् एवं सूत्रं अस्ति उदाहरणमध्ये अपि दत्तमस्ति परन्तु तेषां कृते न लब्धम् एवं भवेत् न ते तैः न लब्धं परन्तु अन्यत्र कुत्रापि भवेत् अन्य अधिकं वयं चिन्तनं कुर्मः चेत् ये वेदं जानन्ति ते अपि वक्तुं शक्नुवन्ति एवमेव अहमपि न जानामि किमपि अहं केवलं चिन्तनं करोमि एव न न सम्यक् भगिनि इत्युक्ते तत्र उदाहरणम् अन्वेष्टव्यम् तत् सम् उदाहरणम् अन्वेष्टव्यम् उदाहरणं न लभ्यते चेत् कुत्रापि तर्हि किमर्थमेवं कृतम् इत्युक्ते मम सन्देहः अस्ति इति कयः इत्यस्य अन्वयः इत्यस्य अनुवृत्तिः अग्रे आयाति वा इति प्रश्नः कुत्रचित् कयः इत्यस्य अनुवृत्तिः अग्रे आयाति वा? आं तदपि भवति न, तर्हि तस्य कृते पूर्वमेव सः आदौ एव खयः स्वीकृतवान् एवम्. अस्तु, चिन्तयामः, भवन्तः अपि चिन्तयन्तु, अहमपि पश्यामि किमपि कारणम् अत्र अस्ति वा इति पश्यामः. ओके, अस्तु, अग्रे गच्छामः. तत्र अन्यानि यानि उदाहरणानि अनिमा भगिनी कृपया करोतु. तत्र स्पन्द इति अस्ति, तत्र प्रथम एकाचो द्वे प्रथमस्य इत्यनेन स्पन्द इति भवति. ह्रस्वः अस्ति चेदपि तदेव भवति स्पन्द इति. अनन्तरं हलादिशेषः भवेत् तत्र तु सकारः एव तिष्ठति स्यात्, परन्तु इदानीं शर्पूर्वाः खै सूत्रमागत्य कार्यं करोति, अतः पस्पन्त् इति भवति. अग्रे स्पूर्ज इति अस्ति, एवमेव पू स्पूर्ज इति भवति. स्तम्भ इत्यत्र त स्तम्भ, स्तुभ इत्यत्र तु स्तुभ, स्खल् इत्यत्र ख स्खल्, पश् इत्यत्र प स्पश्, स्तिघ् इत्यत्र ति स्थिघ्, स्फुर् इत्यत्र फु स्फुर् इति भवति. समीचीनं भगिनि, अग्रे अग्रे कुहोश्चुः भगिनि. कुहोश्चुः भगिनि, क्षम्यतां, वदतु वदतु भगिनि, अहं अनन्तरं वदामि. अत्र खयः इति केवलं चिन्तनम्, एकवचने दत्तं प्रायः अत्र जात्याख्यायम् एकस्मिन् अन्यतरस्याम् इति सूत्रमस्ति खलु, अनेन अत्र एकवचने दत्तम् इति वक्तुं शक्यते किं खयः इति प्रत्याहारस्य, यदा कदा पूर्वमपि अस्माभिः दृष्टम् अच् कुत्र अच् इत्यस्य अच् इत्यस्य तदा एव एकवचने किमर्थं दत्तम् इति प्रश्ने जात्याख्यायाम् कस्मिन् अन्यतरस्याम् इति विकल्पेन अत्र एकवचने अपि प्रयोगः कर्तुं शक्यते इति जात्याख्यामस्ति. अस्ति, अतः खयाः इति अपि स्यात् तत्र, किन्तु खयाः इति नोक्तं, खयः इति एकवचने दत्तं, न न भगिनि, तत्र काशिकायाम् इतोपि एकम् उदाहरणमस्ति. काशिकायाम् अत्र दत्तमस्ति यत् शर्पूर्वाः खयः इति वक्तव्यम्, उच्छिष्यति इत्यत्र उच्छेः अन्तरङ्गत्वात् तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत. तर्हि अत्र किमपि अस्ति किम्, अहं पुनः द्रष्टव्यं, परन्तु चकारस्य सर्वत्र छत्रम् इति आदौ चकारः अपि भवति खलु, छे चे सः तु आगमः भवति, तर्हि तत्र पुनः अभ्यास्यपि अतः खै वर्णस्य अस्ति, खै प्रत्याहारस्य वर्णः अस्ति चकार, तत्र किमपि अस्ति अधिकं दृश्य, परन्तु तत्र काशिकायाम् अस्य उदाहरणम् अस्ति. पुनः न्यास अपि द्रष्टव्यम्, अहं चिन्तयामि अधिकं दृष्ट्वा एव अस्य चर्चां कर्तुं शक्नुमः वयम्. आमाम्, इदानीं लक्ष्मीभगिन्याः प्रश्नः यः प्रश्नः आसीत्, तर्हि भगिनी जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति सूत्रस्य अर्थः कः इत्युक्ते, जाति जातिनाम उल्लेखनं चेत् तत्र कश्चन समूहः अस्ति चेत् तत्र एकवचने प्रयोगः कर्तुं शक्यते. तत्र बहुवचनमपि कर्तुं शक्यते, एकवचनमपि समीचीनमेव इति अर्थः. समीचीनं चिन्तनं सम्यक् अस्ति, बहु सम्यक् अस्ति. हा इति अपि भवितुम् अर्हति इति सम्यक् अस्ति. यथा तत्र मृदचोन्त्यात् परः इति अत्र अचः इति एकवचने आसीत्, तत्र जात्याख्यायाम् एकस्मिन् बहुवचनं, तत्र अचः इति वस्तुतः अचाम् इति भवेत् अथवा अक्सु इति भवेत्. आम् परन्तु एकवचने उक्तमस्ति. तर्हि अत्रापि एवं भवितुमर्हति जात्याख्यायं, परन्तु एवमेव अस्ति वा अन्यत् किमपि अस्ति वा, किमर्थमेवं भवेत् खलु भगिनि? षट् पूर्वाः इति उक्तत्वात् खयः बहुवचने अस्ति इति कृत्वा एव पूर्वाः इति. न विशेष्यम् आधारीकृत्य एव विशेषणं भवति. शर्पूर्वाः बहुवचने अस्ति इति कृत्वा खयः बहुवचने इति न वक्तव्यम्. विशेष्यं बहुवचने अस्ति, खयः इति बहुवचने अस्ति इति कृत्वा शर्पूर्वः बहुवचने अस्ति. अतः खयः इति बहुवचने सूत्रे एव शर्पूर्वः इति दत्तमस्ति खलु, तत्तु खयः इति विशेषणम् अस्ति इति कृत्वा, कयः विशेषणम् अस्ति इति कृत्वा. इदानीं प्रश्नः, खयः इति बहुवचने किमर्थं प्रयुक्तम् इति भगिनी वदति. जात्याख्यायाम् एकस्मिन् किं जात्याख्यायं किमस्ति सूत्रं? जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां. तर्हि तेन सूत्रेण खयः इति बहुवचने अपि प्रयुक्तुं शक्नुमः, यतोहि तत्र जात्याख्यायः अस्ति, तत्र खै इति यथा अच् तथा खै, अतः बहुवचने भवितुमर्हति. अथवा यतोहि खै इत्यत्र बहवः वर्णाः सन्ति, एकः वर्णः नास्ति, बहवः वर्णाः सन्ति, वर्णानां समुदायः अस्ति खै, अतः तत्र खयः इति बहुवचने प्रयुक्तम् इति भगिन्याः आशयः. समीचीनं भाति, परन्तु तत्र व्याख्यानेषु किमपि अन्यत् अस्ति वा इति पश्यामः. समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं किम् अनिमा भगिनी, कुहोश्चुः. कुहोश्चुः अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशः भवति. तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च इत्यनेन झ स्थाने झकारः, कुश्च ह च तयोरितरेतरद्वन्द्वः कुहौ तयोः कुहोः, कुहोः षष्ट्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः. तत्र कवर्गीयानाम् अपि च हकारस्य तत्र इतरेतरद्वन्द्वं कृत्वा सूत्रे कुहौ इति भवति, कवर्गः च हकारः कुहौ इति भवति, तयोः षष्ट्यन्तेन कुहोः इति भवति. तस्य स्थाने किं भवति इत्युक्ते चकारवर्गः भवति, चुः इति प्रथमान्तम् अतः चवर्गः भवति. अत्र हकारस्य स्थाने चवर्गात् कः वर्णः स्वीक्रियते इति चेत् स्थानेन्तरतमः इत्यनेन झकारः स्वीक्रियते. अनन्तरम् अन्यं सूत्रमस्ति अभ्यासे चर्च, तेन तस्य अन्यं सूत्रमिति न वक्तव्यम्, अन्यत् सूत्रम्. हां सत्यं, अन्यत् सूत्रमस्ति अभ्यासे चर्च, तेन जकारः भवति इति अस्ति. समीचीनं सम्यक् अस्ति. तर्हि कुहोश्चुः इति सूत्रमस्ति, अभ्यासस्य कवर्गीयवर्णाः हकाराः, तेषां स्थाने चवर्गीयवर्णादेशः भवति. तर्हि कः वर्णः चवर्गीयवर्णे, चवर्गे बहवः वर्णाः सन्ति, तेषु कः वर्णः इति चेत् तत्र स्थानेन्तरतमः इति सूत्रेण तत्र उच्चारणस्थानम् आधारीकृत्य निर्णयः क्रियते. तर्हि इदानीं भगिनी अग्रे स्थानेन्तरतमः इत्यपि पठतु. स्थानेन्तरतमः प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशः भवति. स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रम् इत्युक्ते प्रसङ्गम् आश्रित्य अस्माभिः तुल्यं यत् तुल्यः यः वर्णः तस्य आदेशः तत्र भवति इति उक्तमस्ति. तत्र कृ इति उदाहरणं स्वीक्रियते चेत् द्वित्वं प्रथमं भवति कृ कृ, तदनन्तरं कर् कृ इति भवति. तत् किमर्थं गुणः अभवत्? किमर्थं तत्र गुणः? तत्तु अग्रिमसूत्रमस्ति. अस्तु, कर्कृ इति रूपं भवति, तदनन्तरं काकृ इति भवति. इति काकृ इति रूपं प्राप्नुमश्चेत् तत्र कवर्गस्य चकारादेशः भवति इति कुहोश्चुः इत्यनेन वयं जानीमः. अतः ककारस्य स्थाने चकारः आगत्य तिष्ठति. तत्र कवर्गः अस्ति, चवर्गः अस्ति. इदानीं ककारस्य स्थाने चवर्गात् कः वर्णः आगत्य तिष्ठति इति प्रश्ने सति तत्र उक्तमस्ति स्थानेन्तरतमः इति. प्रथमः वर्णः अस्ति ककारः, तस्य स्थानम् अहं चिन्तयामि तत् यथासंज्ञम् इति भवति किल. प्रथमः ककारः अस्ति चेत् प्रथमः चकारः आगत्य. परन्तु अत्र समसंख्यकाः सन्ति वा? का च ककारस्य चकार कवर्गस्य चवर्गस्य एव तादृशं भवति. कवर्गस्य चवर्गस्य तथा भवितुमर्हति समसङ्ख्यकाः इति कृत्वा तथा वक्तुं शक्नुमः. परन्तु अत्र हकारस्य स्थाने कः आदेशः इति तदानीं स्थानेन्तरतमः. सम्यक्. कवर्गस्य स्थाने चवर्गे वर्णादेशः इति यदा वदामः तदानीं यथासङ्ख्यम् अनुदेशसमानाम् इत्यनेन आदेशानाम् अपि च स्थानिनः सङ्ख्या समाना वर्तते इति कृत्वा क्रमेण आदेशाः भवन्ति कवर्गे वर्णानां स्थाने. परन्तु हकारस्य स्थाने कः वर्णः, च वर्गे वर्णेषु कः वर्णः आदिष्टः भवति इत्यत्र स्थानेऽन्तरतमः इत्यनेन निर्णयः. मृदु अपि च द्वितीयं किम् अस्ति? अहं महाप्राणः. अकारस्य स्थाने झकारादेशः भवति अत्र. अस्तु, तर्हि अन्यानि यानि उदाहरणानि तदपि करोतु. खन् इत्यत्र खन् खन् इति भवति, ख खन् इति. भगिनी क्षम्यताम्, अत्र प्रथम उदाहरणे कर्कृ इति अस्ति खलु, तत्र गुणः जाता अग्रिमसूत्रे अग्रिमसूत्रेण भवति भगिनि, तद् अनन्तरं पश्यामः. इदानीं ककृ इति अस्ति इति चिन्तयित्वा अग्रे गच्छतु. न, मम प्रश्नः आसीत् यदि कोऽपि विकारः भवति तर्हि अभ्याससंज्ञा तिष्ठति वा इति. अभ्यासः किमर्थं न तिष्ठति? किमर्थं न तिष्ठति? इत्युक्ते कर्कृ इति अस्ति चेत् तदानीम् अभ्याससंज्ञा नास्ति इति वदति वा? कर् इति इदानीमपि अभ्यासः एव वा इति प्रश्नः. इत्युक्ते तत्र धातोः विषये अपि अस्माभिः चर्च्यते खलु. यदा धातोः स्थाने आदेशः भवति तदानीमपि धातुत्वम् अस्ति. एवमत्रापि परिवर्तनं जायते चेदपि तत्र संज्ञा तु तिष्ठति. आमां, संज्ञायाः अपगमनार्थम् अत्र प्रसङ्गः नास्ति. एकदेशविकृतस्य अनन्यत्वात् एकदेशे विकृतः जातः चेदपि अन्यवत् न भवति. अस्तु, अस्तु भगिनि अत्र छ खन् इति वयं स्वीकुर्मः तत्र छकारस्य स्थाने तर्हि तत् ख इत्यस्य स्थाने छकारः आगत्य तिष्ठति यतोहि तत् द्वितीयवर्णः अस्ति कवर्गे अतः चवर्गस्य द्वितीयवर्णः आगत्य तिष्ठति एवमेव ग गम् इति अस्ति चेत् तृतीयः वर्णः अस्ति गकारः अतः चकार चवर्गस्य तृतीयवर्णः जकारः आगत्य तिष्ठति गग्रह जग्रह तत्रापि एवमेव झ घृ अस्ति चेत् तत्र चतुर्थः वर्णः अस्ति अतः सोरि घकार घकारस्य स्थाने चतुर्थः वर्णः आगत्य तिष्ठति हकारस्य स्थाने प्रथमं तु झकारः भवति किल भगिनि तदनन्तरं जकारः भवति इति हृ इति धातोः एवमेव हस् इति धातोः हकारस्य स्थाने स्थानेन्तरतमः इत्यनेन झकारः आगत्य तिष्ठति अनन्तरं जकारः भवति इति अस्ति अत्र अस्तु समीचीनम् अत्र एतावता कोऽपि प्रश्नः अस्ति वा आं भगिनि झकारस्य कथं जकारः भवति अपि च छकारस्य चकारः कथं भवति इत्युक्ते एतावता अस्माभिः अन्यानि सूत्राणि न पठितानि खलु इदानीम् अनेन सूत्रेण महाप्राणझकारः भवति तावदेव हकारस्य महाप्राणझकारः तदनन्तरम् अल्पप्राणत्वं कथं भवति इति अग्रे तत्र अभ्यासे चर्चा यथासङ्ख्यम् इत्यस्य कार्यं भूत्वा पुनः अस्तु अस्तु चकारस्य चकारः अस्तु यथासङ्ख्यम् अनुदेशसमानम् इत्यनेन कवर्गीयवर्णानां स्थाने च वर्गीयवर्णादेशाः परन्तु हकारस्य विषये तु हा तत्र क्रमेण हकारस्य विषये तु स्थाने अन्तरतमः इत्यनेन महाप्राणझकारः तादृशझकारस्य अल्पप्राणत्वं तृतीयवर्णः च वर्गस्य तृतीयवर्णः कथम् आयाति इति अग्रे पश्यामः इत्युक्ते कथं वयं कर्तुं शक्नुमः इति चेत् सर्वाणि सूत्राणि एकवारं पठित्वा तदनन्तरम् उदाहरणानि स्वीकृत्य वयं पश्यामः चेत् अवगमनम् इतोपि स्पष्टं भवति अस्तु तर्हि इतोपि सूत्रद्वयं वर्तते तद् अग्रिमसप्ताहे परिशीलयामः तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः भगिनी नमस्कारः